नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति दिवादिगणः इति विषयः अनुवर्तते. गतवर्गे अस्मिन् विषये अभ्यासः जातः इति मन्ये. तर्हि दिवादिगणे अत्र अदन्ताङ्गेषु द्वितीयः गणः दिवादिगणः. तत्र विकरणप्रत्ययः अस्ति ष्यन्. दिवादिभ्यः ष्यन् इति सूत्रेण ष्यन् इति विकरणप्रत्ययः विधीयते. अत्र सूत्रे एव दिवादिभ्यः इति उक्तत्वात् इति सामर्थ्यात् केवलं दिवादिगणीयधातुभ्यः एव अयं प्रत्ययः विधीयते. कदा विधीयते इति चेत् यत्र कर्तरार्थके सार्वधातुके परे कर्तरिषप् इत्यस्य यत् निमित्तम् अस्ति तदेव निमित्तम् अत्रापि अस्ति. परन्तु अत्र वैशिष्ट्यं किम् इति चेत् गणस्य उल्लेखः अस्ति. कर्तरिषप् इति सूत्रे तु गणस्य उल्लेखः नास्ति. अत्र तु गणस्य उल्लेखः अस्ति. अतः विशिष्टत्वात् अस्य एव विधानं भवति शपं प्रबाद्य इति वक्तव्यम्. तत्पश्चात् अत्र ष्यन् इति प्रत्ययस्य स्वरूपं पश्यामः चेत् ष्यन् प्रत्ययः क्षित्वात् सार्वधातुकप्रत्ययः अस्ति. किञ्चित् सार्वधातुकम् इत्यनेन पुनः अपित् अपि अस्ति. ष्यन् प्रत्यये पित्वं नास्ति इति कृत्वा अपित् अस्ति. अपित्वात् सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति प्रत्ययः. तर्हि निद्वद् भवति चेत् किं प्रयोजनम् इति चेत् किनिति च इति सूत्रेण यः प्रत्ययः कित् गित् नित् अस्ति तत्र तादृशप्रत्यये परे अङ्गस्य गुणः वृद्धिः न भवति. गुणवृद्धेः निषेधः क्रियते अनेन सूत्रेण किति च इति सूत्रेण. तर्हि यत्र यत्र प्रत्ययः अपित् अस्ति सार्वधातुकप्रकरणे यत्र यत्र प्रत्ययः अपित् अस्ति सर्वत्र अपित्वात् निद्वद् भवति. नित्वत् अस्ति चेत् गुणनिषेधः भवति इति वयं सर्वं जानीमः. तत्र कोऽपि क्लेशः नास्ति. अनन्तरम् अपित्वात् प्रत्ययः निद्वत् भवति इति उक्तं. नित्वत् अस्ति चेत् गुणनिषेधः इति एकं सामान्यं कार्यं सर्वत्र भवति. परन्तु प्रत्ययः नित् अस्ति चेत् अन्यानि अपि कार्याणि भवन्ति. यथा धातुः अनिदित् अस्ति चेत् अनिदित् धातौ उपधायां नकारः अस्ति चेत् तादृशनकारस्य लोपः भवति कित् नित् प्रत्यये परे. नित् प्रत्ययः अस्ति चेदपि उपधायाः नकारस्य लोपः भवति. किमर्थम् इदं वारं वारम् अहं वदन्ती अस्मि इति चेत् एतानि त्रीणि कार्याणि गुणनिषेधः अनन्तरम् उपधायां न लोपः अनिदिधातूनाम् अनन्तरं सम्प्रसारिणी धातुः अस्ति चेत् सम्प्रसारणकार्यं भवति कित् नित् प्रत्यये परे. एतानि त्रीणि कार्याणि न केवलं दिवादिगणे अन्येषु गणेषु अपि एतानि कार्याणि भवितुम् अर्हन्ति. यतोहि तत्रापि प्रत्ययः अपित् अस्ति निद्वत् अस्ति चेत् तत्रापि एतादृशकार्याणि भवितुम् अर्हन्ति. न केवलं सार्वधातुकप्रकरणे आर्धधातुकप्रक्रियायामपि प्रत्ययः कित् अस्ति चेत् एतानि कार्याणि सर्वत्र भवन्ति. अतः अस्माकम् अत्र स्थूलदृष्टिः भवेत् इति कृत्वा अहं वदन्ती अस्मि. न केवलम् एतानि त्रीणि कार्याणि गुणनिषेधः अनुदितां न लोपः सम्प्रसारणम् अपि च दीर्घ ऋकारान्तधातुः अस्ति चेत् तत्र इर् इति आदेशः भवति. ऋत इद्धातोः इति सूत्रस्य कार्यमपि भवितुमर्हति कित् नित् प्रत्यये परे. तस्य विषये अद्य वयं पठामः. परन्तु प्रमुखतया एतानि त्रीणि कार्याणि भवन्ति इति स्मर्तव्यम्. अनन्तरं किं ज्ञातमिति चेत् अत्र मातुः पद्धत्यां वैलक्षण्यं किम् इति चेत् तत्र धातूनां विभजनम् एव मुख्य विषयः अस्ति. धातोः अन्तिमवर्णम् आश्रित्य धातूनां समग्रधातूनां विभजनं भवति. धातोः अन्ते अच्वर्णः अस्ति चेत् तत्र अजन्तदातवः. धातोः अन्ते हल् वर्णः अस्ति चेत् हलन्तदातवः इति प्रथमतया हलन्तदातुः अजन्तदातुः इति विभजनम्. पुनः अजन्तदातुषु तर्हि अजन्तदातुषु अन्ते कः वर्णः अस्ति. धातोः अन्ते अच्वर्णः अस्ति परन्तु कीदृश अच्वर्णः अस्ति. अकारान्तः वा आकारान्तः वा ईकारान्तः वा उकारान्तः वा इति तद् अनुसृत्य पुनः विभजनं भवति. तत्पश्चात् तर्हि तत्र हलन्तदातूनां विभजनं कथं भवति इति चेत् यतोहि अन्ते हल् वर्णः अस्ति. धातोः अन्ते हल् वर्णः अस्ति तर्हि तत्र कथं विभजनम् इति चेत् तर्हि उपधायां कः वर्णः अस्ति तर्हि तं वर्णम् आश्रित्य विभजनं भवति. धातूनाम् अदुपदधातुः इदुपद उदुपद ऋदुपद शेषधातवः इति. तर्हि एतादृशविभजनस्य कः लाभः इति चेत् तर्हि एकस्मिन् विभागे एकस्य धातोः कृते यत् कार्यमस्ति तदेव कार्यं भवति सर्वेषां धातूनां कृते। अतः एकस्य धातोः विषये वयं जानीमः चेत् सर्वेषां धातूनां विषये वयं ज्ञातुं शक्नुमः इति सामान्यनियमः अस्ति। तत्र कुत्रचित् अपवादाः अपि भवन्ति, यत्र धातुः बहु विशिष्टः अस्ति चेत् तत्र इतोपि विशिष्टकार्यं भवितुम् अर्हति। तदिदानीम् अत्र इति तत्र यदिदानीं यदुक्तं धातूनां विभजनं, तत्तु न केवलम् अस्मिन् गणे, अन्यत्रापि भवति, सर्वत्र भवति, सर्वेषु गणेषु भवति, अपि च आर्धधातुकप्रक्रियायामपि एतादृशविभजनं भवति एव इति स्मर्तव्यम्। तर्हि इदानीम् अदन्ताङ्गानां कृते सिद्धप्रत्ययाः के इति वयं जानीमः। अत्र इदानीम् अत्र अदन्ताङ्गेषु प्रत्येकस्मिन् अङ्गे वयं किं कुर्मः इति चेत् अङ्गनिर्माणमेव वयं कुर्मः। तत्र विकरणप्रत्ययम् आश्रित्य धातुतः यदा विकरणप्रत्ययः अस्ति तर्हि विकरणप्रत्ययम् आश्रित्य किं कार्यं भवति इति एव वयं पश्यामः। अङ्गनिर्माणमेव अस्माकं प्रमुखविषयः अस्ति। एकवारम् अङ्गं निर्मितं चेत् तत्पश्चात् तत्र सिद्धप्रत्ययः के इति वयं जानीमः। अङ्गसिद्धप्रत्ययोः मेलनमेव भवति, तत्र किमपि वैशिष्ट्यं नास्ति, सिद्धप्रत्ययाः समानाः एव। अत्र सिद्धप्रत्ययः के इति कोऽपि दृष्ट्वा वक्तुं शक्नोति वा? अहं प्रयत्नं करोमि भगिनि। वदतु, परस्मैपति अथवा आत्मनेपति? परस्मैपति, परस्मैपति लटि तीतः अन्ति सीतः थ मी वह मह लोटीरूपं तु तात् ताम् अन्तु हि अथवा नो नो चेञ्ज् तात् तु तात् तु ताम् अन्तु नो तं थ आनि आव आम देन् लङ् रूपं तु तामन् स्तं त अं व म देन् विधिलिङ् इत् इतं इयुः इहि इतम् इत इयम् इव इम आत्मनेपति ते इते अन्ते से इते द्वे ये वहे महे देन् लोटीरूपं लोटी सिद्धतिङ् प्रत्याः तामितामन्तां स्वयितां द्वम् ऐ आवहै आमहै लङ् आत्मनेपति त इताम् अन्त ताः इतां द्वम् ईवहि महि ईवहि महि देन् देन् देन् विदिलिङ् ईत ईयाताम् ईरन् इताः ईयाताम् ईद्वम् ईय ईवहि ईमहि बहु समीचीनम् इति अस्ति। तत्र प्रत्ययः, तत्र मनसि प्रत्ययः भवन्ति चेत् अस्माकं सौलभ्यं भवति। परन्तु अत्र महोदय नमस्कारः, परन्तु अत्र याति यातां युः एव खलु विधिलिङ्ग विधिलिङ्गपरस्मैपदिनः। इदानीम् अदन्ताङ्गस्य विषयः अस्ति खलु, अतः ईत ईयाताम् ईरन् परस्मैपदी तु इत इतां युः। दिवादिगणः दिवादिगणे यदा विकरणप्रत्ययस्य योजनं भवति दिवादिभ्यः ह्यन् इत्यनेन विकरणप्रत्ययस्य योजनानन्तरम् अङ्गं कीदृशमस्ति? अङ्गस्य अन्ते कः वर्णः? विजयभगिनी, अदन्तमङ्गं वा अनदन्तं वा किं भगिनि? इदानीम् अदन्तं विषये एव चलन्ति खलु, अतः अदन्तमेव अदन्तं। तर्हि अदन्तम् अस्ति चेत् कीदृशप्रत्ययः वयं कीदृशान् प्रत्ययान् वयं योजयामः? तीतः अन्ति इति परस्मैपदिनः एव विधिलिङ्ग् विधिलिङ्ग् एव भवत्याः संशयः खलु, विधिलिङ्ग् कीदृशप्रत्ययान् वयं योजयामः? अदन्त आम् अत्र अदन्तविषये तावदेव महोदय। ईत् कीदृशप्रत्ययः? यात् यातां युः इति वा? न न न न, एतत् अनदन्तविषये एव इति कृत्वा अत्र यात् यातां युः इति प्रत्ययः नास्ति नास्ति नास्ति, परन्तु इत् इतां युः इति प्रत्ययः अदन्ताङ्गानां कृते। अस्तु, तर्हि इदानीम् अत्र दिवादिगणे सामान्यदातवः बहवः दातवः सन्ति, तत्र किमपि तत्र विशेषकार्यं किमपि नास्ति। अनन्तरं तत्र इकारान्तदातवः यद्यपि दातवः इकारान्तः सन्ति तत्र गुणस्य प्रसक्तिः अस्ति यतोहि श्यन् प्रत्ययः सार्वधातुकप्रत्ययः अतः गुणस्य प्रसङ्गः अस्ति सार्वधातुकार्धधातुकयोः इति न गुणः भवितुमर्हति परन्तु गुणकार्यं प्रबाध्य तत्र गुणस्य निषेधः अस्ति किमिति च इति सूत्रेण अतः गुणकार्यं किमपि न भवति अतः पि इति धातुः अस्ति चेत् तत्र गुणः न भवति पीयते इति रूपं भवति किमपि तत्र विशिष्टं वैशिष्ट्यं नास्ति उकारान्तदातुः अपि तथैव अनन्तरम् अधुपदधातवः तत्रापि किमपि विशेषकार्यं नास्ति इदुपदधातवः अपि तत्र विशेषकार्यं किमपि नास्ति केवलं योजनम् उदुपदधातवः उदुपदधातवः तत्सर्वम् अस्माभिः दृष्टं तत्पश्चात् विशेषधातवः इति विषयः आरब्धः आसीत् विशेषधातुषु तत्र अनिधिधातवः इति एकः विषयः आरब्धः आसीत् तत्र धातुः उपदेशावस्थायाम् इदित् नास्ति तत्र ह्रस्वकारस्य इत्संज्ञा नास्ति तादृशधातुः वस्तुतः हलन्तधातुः उपदायां नकारः अपि अस्ति हलन्तधातुः भवेत् उपदायां नकारः भवेत् तस्य अनन्तरं कित्तिनित् प्रत्ययः अस्ति चेत् न लोपः भवति सूत्रमस्ति अनिदितां हल उपदायाः निति इति सूत्रेण सूत्रे एव उक्तम् अनिदित् अनिदित् अलः उपदायाः न लोपः किमिति इति उक्तत्वात् तदेकं विशेषकार्यमस्ति अत्र दिवादिगणे तद्दृष्टं तत्र ब्रंश् इति धातुः दृष्टं रञ्ज् इति धातुः अपि अस्माभिः चर्चितमासीत् तत्पश्चात् तत्र अग्रे गत्वा तत्र इदिद्धातोः विषये अपि तत्र अस्माभिः चर्चितं प्रसङ्गवशात् अनिदिद्धातुः नाम कः इति ज्ञातुम् इदिद्धातुः कः इति ज्ञातव्यं भवति तदपि प्रसङ्गवशात् अस्माभिः दृष्टम् इदिद्धातुः अस्ति चेत् इदितोनुं धातोः इति नेन नुमागमः भवति इति अस्माभिः ज्ञातम् इदित् इदितोनुं धातोः इति सूत्रस्य कार्यार्थं निमित्तं किमपि न अपेक्षितं धातुः इदित् अस्ति चेत् पर्याप्तं तत्र परनिमित्तं किमपि न अपेक्षितम् इदित् ह्रस्व इकारस्य इत्संज्ञा अस्ति चेत् धातुः इदित् तर्हि नुमागमः भवति इति ज्ञातं तत्पश्चात् सम्प्रसारिणः दातवः इति अपि विषयः ज्ञातः तत्र सम्प्रसारणम् एकः विशिष्टकार्यम् एकविशिष्टं कार्यम् अस्ति यणः स्थाने इगादेशः एव सम्प्रसारणम् इति ज्ञातमासीत् तत्र सम्प्रसारणविधायकसूत्रमस्ति ग्रहीज्या वै व्यधि वष्टि ऋचति वृष्टति पृच्छति भृजति पृच्छति भृजतीनाम् इति च इति सूत्रेण अत्र सूत्रे एव व्यधि इति उक्तं व्यध धातोः दिवादिगणीयधातुः तस्य सम्प्रसारणं भवति इति पठितं तर्हि तत्र सम्प्रसारणस्य संज्ञासूत्रमस्ति इज्ञनः सम्प्रसारणं तत्पश्चात् तत्र अनेन सूत्रेणैव तत् कस्य सम्प्रसारणसंज्ञा भवति इति उक्तं तत्पश्चात् तत्र सम्प्रसारणसम्बद्धकार्यद्वयं भवति सम्प्रसारणात् च इति एकं कार्यम् अनन्तरं न सम्प्रसारणे सम्प्रसारणम् इति द्वितीयं कार्यं तत्र सम्प्रसारणम् इत्युक्ते यणः स्थाने एकादेशः सम्प्रसारणं कस्य सम्प्रसारणं भवति इति चेत् विधायकसूत्रे यः धातुः उल्लेखितः अस्ति तस्य एव सम्प्रसारणं भवति यथा अत्र व्यध् धातुः तस्य सम्प्रसारणं भवति तर्हि तत्र वकारयकारद्वयं वर्तते द्वयोः अपि सम्प्रसारणं भवितुमर्हति तर्हि कस्य सम्प्रसारणम् इति चेत् परवर्णस्य एव सम्प्रसारणं न सम्प्रसारणे सम्प्रसारणं परवर्णस्य सम्प्रसारणं पूर्ववर्णस्य सम्प्रसारणं न भवति इति निषेधसूत्रम् उक्तम् तर्हि यदा सम्प्रसारणं भवति वकारस्य स्थाने न भवति यकारस्य स्थाने भवति व्यध् इति धातौ पूर्ववर्णस्य सम्प्रसारणं न भवति परवर्णस्य सम्प्रसारणं भवति यकारस्य सम्प्रसारणं भवति चेत् यकारस्य इकारादेशः ईयोगः अ य इति अस्ति य यकार उत्तरवर्ति अकारः अपि अस्ति अकारस्य स्थाने किमपि कार्यं नास्ति केवलं यकारस्य स्थाने इकारादेशः ईयोगः अ इति स्थितौ सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारणसंज्ञकवर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत् पूर्वपरयोः पूर्वरूपादेशः तर्हि सम्प्रसारणसंज्ञकः वर्णः एव अवशिष्यते तर्हि तत्र पकारः इकारः धकारः तर्हि विद् इति रूपं जायते एवमेव सर्वत्र सम्प्रसारणाच्च इति सूत्रस्य कार्यं सर्वत्र भवति एव इति तत्र सम्प्रसारणस्य विषये तत्र वस्तुतः त्रीणि सूत्राणि स्मर्तव्यानि वस्तु चत्वारि सूत्राणि स्मर्तव्यानि विज्ञानसम्प्रसारणं सम्प्रसारणाच्च न सम्प्रसारणे सम्प्रसारणम् अनन्तरं ग्रहीज्या वै व्यधि वष्टि विच्छति वृष्टति पृच्छति बृजति नाम्यति च इति सूत्रम् एतानि सर्वाणि सूत्राणि स्मर्तव्यानि भवन्ति तत्पश्चात् विशेषदातवः इत्यस्मिन् विषये एव ऋकारान्तदातवः इति विषयः आरब्धः अस्ति ततः तदपि अस्माभिः गतवर्गे किञ्चित् पठितमासीत् तत्र किम् अस्ति इति चेत् दीर्घऋकारान्तधातुः तस्यानन्तरं ष्यन् प्रत्ययः विधीयते चेत् तदानीं ष्यन् प्रत्ययं निमित्तीकृत्य दीर्घऋकारान्तधातौ गुणकार्यस्य प्रसङ्गः अस्ति परन्तु गुणकार्यं तत्र निषिद्धमस्ति किमिति च इति सूत्रेण निषिद्धमस्ति तर्हि तदानीं तत्र ऋतधातोः इति सूत्रेण दीर्घऋकारस्य स्थाने तस्व इकारादेशः भवति तर्हि तत्र ऋकारस्य स्थाने यदा अण् आदेशः भवति तदानीं सः अण् सदा रपरः भवति अणादेशः सदा रपरः भवति इति कृत्वा यद्यपि ऋतधातोः इति सूत्रेण ह्रस्व इकारादेशः एव विधीयते ऋकारस्य स्थाने तथापि सः ह्रस्व इकारः सदा रपरः भवति यतोहि ऋकारस्य स्थाने आयाति अतः इर् इति आदेशः भवति दीर्घऋकारस्य इर् इति आदेशः अतः झृ इति धातुः अस्ति चेत् दीर्घऋकारस्य स्थाने इर् इति आदेशः अतः झिर् इति भवति झिर् इति यदा भवति तदनन्तरम् अत्र इदानीं रेपान्तधातुः अभवत् यदा धातुः रेपान्तः अस्ति रेपान्तधातूनां वैशिष्ट्यं वर्तते व्याकरणे रेपान्तधातुः अस्ति चेत् तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् तदानीम् इक् वर्णस्य दीर्घः भवति यदा रेपस्य अनन्तरं हल् वर्णः अस्ति तर्हि इदानीं तत्र ऋत धातोः इत्यनेन इर् इति आदेशः जातः तर्हि जिर् योगः य इति स्थितौ जिर् इत्यत्र यः रेपः अस्ति तर्हि रेपः अन्ते अस्ति धातोः अन्ते रेपः अस्ति तस्मात् पूर्वं जकार उत्तरवर्ति इकारः इक् वर्णः अस्ति रेपस्य अनन्तरं यकारः अस्ति हल् वर्णः इति कृत्वा हलि च इति सूत्रेण तत्र दीर्घादेशः भवति जीर् इति भवति जीर्यति इति रूपं निष्पद्यते तत्र ऋत धातोः इति सूत्रम् अस्माभिः पठितं तत्र ऋत धातोः इत्यनेन रुदन्तस्य अङ्गस्य ह्रस्वैकारादेशः भवति अत्र वयं पश्यामः चेत् अत्र परनिमित्तं किमपि न उक्तमस्ति सूत्रे कित्नित् प्रत्यये परे एव भवति इति न उक्तं तदेव फलितार्थः कित्नित् प्रत्यये परे एव भवति इति फलितार्थः परन्तु तत्र सूत्रे तु किमपि तथा किमपि न उक्तं तस्मिन्नेव सन्दर्भे अस्माभिः षष्टिस्थाने योगा अलोन्त्यस्य येन विधिस्तदन्तस्य इति त्रीणि सूत्राणि अपि अधीतानि इदानीं तत्र उरण्ड्रपरः इति सूत्रमपि अस्माभिः पठितं खलु उरण्ड्रपरः इत्यनेन तत्र किमुक्तम् इति चेत् उहुस्थाने अण् रपरः ऋकारस्य स्थाने यदा अण् आयाति स अण् सदा रपरः रपरः यस्य सः अत्र वयं पश्यामः चेत् उरण्ड्रपरः इति वस्तुतः एकविधपरिभाषासूत्रमेव अस्ति अत्र वस्तुतः तत्र स्थानिनः स्थाने आदेशः भवति इति तथा नास्ति अन्येन सूत्रेण यः यत् कार्यं विधीयते तत्र तत्कार्यस्य सहकार्यार्थम् इदं सूत्रमस्ति उरण्ड्रपरः इति सूत्रम् इत्युक्ते ऋतधातोः इति सूत्रेण ह्रस्वैकारादेशः भवति इति उक्तम् तर्हि तत्र ऋकारः मूर्धन्यवर्णः अस्ति ऋकारः मूर्धन्यवर्णः अस्ति तस्य स्थाने ई इति वर्णः तत्र तालव्यवर्णः अस्ति तर्हि कथं साम्यं सूत्रे तु ऋकारस्य स्थाने ईकारादेशः इति उक्तं परन्तु तत्र साम्यं न दृश्यते खलु इति वयं पृच्छामः चेत् तत्र कथं तत्र साम्यं तत्र उच्चारणे यदा तत्र सर्वदा उच्चारणे साम्यत्वं भवति खलु कथं तत्र ऋकारस्य स्थाने ई इति तस्वैकार आदेशः, तत्र साम्यत्वं नास्ति खलु, सदृशतमः वर्णः नास्ति खलु इति चेत् तदर्थमेव उरण् रपरः इति सूत्रमस्ति. तेन अत्र यदा तत्र रपरत्वं वयं योजयामः, रेपः वयं योजयामः, तदानीं तत्र मूर्धन्यत्वमपि आयाति तत्र, अतः सदृशतमः भवति. केवलं ह्रस्वैकारः अस्ति चेत् तत् सदृशतमः न भवति. यदा वयं सः आदेशः रपरः इति वदामः तदानीं साम्यत्वम् आयाति इति कृत्वा तत्र उरण्डपरः इति वस्तुतः परिभाषासूत्रमस्ति. यत्र यत्र ऋकारस्य स्थाने तत्र अण् वर्णः आयाति, अण् इत्युक्ते ऐ उ इत्येव, तत्र लण् पर्यन्तं नास्ति, तर्हि तत्र रपरः भवति सः आदेशः इति उक्तम्. तावता कोऽपि प्रश्नः अस्ति वा? हरि ओम्. भगिनि, केवलं अण् सम्बन्धे प्रयुक्तः, परन्तु लण् सम्बन्धे न प्रयुक्तः. परन्तु यदि अण् सम्बन्धे वदामः तर्हि स्पष्टतया अर् आयाति. परन्तु अल् किञ्चित् आयाति वा अपि कोऽपि प्रयोजनं नास्ति अल् सम्बन्धे. किम् अण्सम्बन्धे तु प्रयोजनमस्ति. लस्थाने लसम्बन्धे रसम्बन्धे नास्ति, परन्तु लसम्बन्धे कोऽपि प्रयोजनम् अस्ति न भवति. अत्र तु केवलम् उरण्ड्रपरः इति सूत्रम् अत्र तु उरण्ड्रपरः इति सूत्रं यः अण् अस्ति तत्र केवलम् अण् पर्यन्तमेव स्वीकार्यं, न तु लण् पर्यन्तं. लण् पर्यम् इत्यत्र लण् इति कुत्र, अण् इति यदा वदामः तदनन्तरं लण् इति कुत्र स्वीकुर्मः इति चेत् तत्र एकं विशिष्टस्थले एव तत्र स्वीकुर्मः, सर्वत्र नास्ति. सर्वत्र अण् इति वयं वदामः चेत् अण् इति एव वयम् अण् पर्यन्तमेव स्वीकुर्मः, इत्युक्ते तत्र अ इ उ इति पर्यन्तमेव वयं स्वीकुर्मः. यथा तत्र आदेशप्रत्ययोः इति सूत्रेण इण्कोः इति उक्तम्. तत्र इण्कोः इत्यत्र इण् इत्यत्र लण् पर्यन्तं स्वीक्रियते, तत्र इण् इत्यत्र लण् पर्यन्तं स्वीक्रियते. परन्तु अत्र उरण्ड्रपरः इति स्थले तु केवलं तत्र ऐ उ ऐ ऊन् इति पर्यन्तमेव स्वीक्रियते, केवलम् अण् सम्बन्धे. धन्यवादः. अस्तु, तर्हि इदानीं हलीच इति सूत्रमेकवारं पठित्वा अग्रे गच्छेम. तर्हि तत्र शुभभगिनी आरम्भं करोति वा? हलीच. आं भगिनि. भगिनि, अत्र उरण्ड्रपरः केवलं स्थानेन्तरतमः इत्यस्य साहाय्यं कर्तुमेव भवति वा? रपरत्वं रपरत्वं हा इत्युक्ते वस्तुतः स्थानेन्तरतमः इति सूत्रस्य साहाय्यं कर्तुम् इति न, वस्तुतः तत्र ऋतैर्धातोः इति विधायकसूत्रमस्ति. तेन सूत्रेण ऋकारस्य स्थाने, दीर्घऋकारस्य स्थाने ह्रस्वैकार आदेशः भवति इति उक्तं सूत्रेण उक्तं, साक्षात् उक्तं, तत्र दोषः नास्ति. तर्हि ऋकारस्य स्थाने तत्र इकारादेशः भवति, भवतु तत्र. तर्हि तत्र इत्युक्ते अस्माकम् उच्चारणे इत्युक्ते अत्र व्याकरणं तु शब्दशास्त्रमस्ति खलु, शब्दशास्त्रमस्ति. अस्माकं मुखे तत्र वर्णयोः योजनेन यादृश शब्दः आयाति अथवा यादृशध्वनिः आयाति तदाधारेण एव वयं वदामः खलु, इत्युक्ते इट्स् आल् आटोमेटिक् एण्ड् सैण्टिफिक्. तर्हि इदानीं ऋकारस्य स्थाने इकारः आदेशः भवति इति अत्र उक्तम् इति चेत् सूत्रेण अस्तु भवतु, परन्तु तत्र प्रश्नः भवति तत्र कथं तत्र मुख्ये तथा इकारादेशः कथम् उच्चार्यते. ऋकारस्य स्थाने ऋकारः तु मूर्धन्यवर्णः अस्ति, तत्र इकारादेशः कथम् आयाति इति प्रश्ने सति तत्र इकारादेशः आयाति तर्हि, परन्तु सदृशतमः नास्ति खलु इति चेत् तत्र उरण्ड्रपरः इति सहायेन यदा वयं तत्र मूर्धन्यवर्णमपि स्थापयामः तदानीं सदृशतमः भवति, उच्चारणे क्लेशः न भवति इत्येव विषयः अस्ति. हा इत्युक्ते तत्र रेपः उच्चारणे सौलभ्यार्थम् अस्ति सौलभ्यम् उच्चारणे सौलभ्य उच्चारणसौलभ्यार्थं रेपः अपि योजयामः अस्तु तदेव तदेव भगिनि अस्तु धन्यवादः हलिच इति सूत्रं तत्र इत्युक्ते अत्र पश्यतु अत्र जी जुरु इति धातुः अस्ति तत्र जी इति आदेशः भवति इति चिन्तयतु जी इति आदेशः भवति अनन्तरं तत्र रेपः नास्ति यकारः अस्ति जीयति जीयति इति रूपं निष्पद्यते परन्तु धातुः तत्र जृ इति धातुः अस्ति तर्हि जृ इति धातुतः कथं तत्र जीयति इति रूपं निष्पद्यते इति चेत् अत्र असङ्गतम् अस्ति खलु न सङ्गच्छते तत्र ऋ इत्यस्य कथं तत्र केवलं ह्रस्वैकारादेशः भवति इति एकः मूलः प्रश्नः भवति तदर्थं तत्र उरण्ड्रपरः इति सूत्रं स्थापितमस्ति परिभाषारूपेण अस्तु भगिनि आं धन्यवादः हलिचा इति सूत्रम् अष्टमाध्याये द्वितीयपादे सप्तसप्ततितमं सूत्रं रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे हलिसप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोरुपधाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः अतः रोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकाराश्च तेषामपि ग्रहणम् अनुवृत्तिसहितसूत्रं हलि च रोः रुवोः धातोः उपधायाः इक् दीर्घः इति तत्र यदा झु इति धातोः प्रक्रियां दृष्टवन्तः तदा दृष्टवन्तः यत् हलीचा इति सूत्रं तत्र आगत्य कार्यं करोति इति यदा झु इत्यस्य ऋत धातोः इत्यनेन इकारः इकार ह्रस्व इकारस्य आदेशः भवति तदा जी योगः या इति भवति तत्र उरण्ड्रपरः आगच्छति इति कृत्वा इकारस्य इर् इति आदेशः भवति इकारः न इर् इति आदेशः भवति न क्षम्यताम् एकक्षणं तत्र जी तत्र उरण्ड्रपरः इत्यनेन एव इर् इति आदेशः भवति जिर् योगः या इति स्थितिः यदा भवति तत्र हलिचा इत्यनेन दीर्घ आदेशः अभवत् इकारस्य अतः जीर् इति अभवत् तर्हि तत्र रेफान्तधातुः आसीत् झ्रु इति अनुबन्धानां निष्कासनानन्तरं झ्रु इति एव रेफान्तानां ओकारान्तानां च धातूनां कृते एतत् सूत्रं कार्यं करोति रेफान्तस्य धातोः उदाहरणं दृष्टवन्तः तत्र उपधायां स्थितः इक् वर्णः दीर्घः भवति इति अपि च हलि इति तत्र सप्तमी अन्त्यं पूर्वकार्यं परनिमित्तं द्वि अपि च तत्र अनुवृत्तिः सिपि धातो रुर्वा इति इत्यनेन धातोः अपि च रोरुपधाया दीर्घ इकः इति इत्यस्मात् पूर्णतया अनुवृत्तिः भवति अपि च येन विधिस्तदन्तस्य इति इत्यस्य साहाय्येन तदन्तविधिः अतः रोः इत्यनेन येषां धातूनाम् अन्ते रेपः ओकाराश्च तेषामपि ग्रहणमिति तत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रम् अस्ति तेन न तु केवलम् अङ्गस्य अन्ते स्थितः निमित्तस्य अपि अङ्गस्यापि भवति इति कार्यं विधि किमपि विधिः तत्र विहितः अस्ति अङ्गस्य वदतु तत् पुनः वदतु तत्र येन विधिस्तदन्तस्य इति किं वदति इति विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति. इत्युक्ते यदि निमित्तं धातुः एव निमित्तम् अस्ति चेत् तस्य अन्ते किमपि नास्ति, धातुः एव निमित्तं भवति चेत् तस्य कृते विधिः भवति एतेन सूत्रेण. अपि च धातोः अन्ते तत्र यथा तत्र किं तत्र जृ इति अस्ति चेत् तत्र अन्ते ऋकारः अस्ति, तदेव निमित्तं तत्र तस्यापि भवति. अथवा रु इति धातुः अन्ते ऋकारस्य इदानीं ह्रस्व इकारादेशः जातः. तत्र जृ इति धातौ प्रथमतया ऋत धातोः इति सूत्रेण ह्रस्व इकारादेशः उरण्ड्रपरः इति अपरत्वं, तर्हि इदानीं दीर्घ ऋकारस्य स्थाने इर् इति आदेशः जातः, जिर् योगः य. आमाम्, हा तत्र अन्यत् उदाहरणं दत्तवती अहं, क्षम्यतां. तत्र जिर् इति तत्र तु अन्ते एव अस्ति निमित्तं, रेफान्तधातुः भवति इति. किन्तु येन विधिस्तदन्तस्य इत्यस्य कार्यं तत्र विधिः तदन्तस्य स्वस्य अपि भवति इति अर्थः अस्ति. तत्र पूर्वं दृष्टवन्तः यदि धातोः अन्ते निमित्तम् अस्ति चेत् तत्रापि भवति, धातोः सम्पूर्णधातोः अपि भवति इति. तत्र किमपि मम अत्र तादृश अन्वयः शक्यते वा? तत्र न, तत्र न, तत् अस्मिन् प्रसङ्गे अत्र अत्र हलिच इति सूत्रस्य प्रसङ्गे तादृश अन्वयः शक्यते वा? किं भगिनि पुनः वदतु. यद्भवती इदानीम् उक्तवती येन वदि सदन्तस्य इत्यनेन विशेषणविशेषभावः अस्ति चेत् तर्हि न केवलं स्वरूपग्रहणम् अपि च यस्य अन्ते अस्ति तस्यापि ग्रहणम् इति यद्भवती उक्तवती तस्य अन्वयः अत्र हलिच इति सूत्रे भवति वा इति प्रश्नः. तत्र न भवति इत्यस्य साहाय्येन तदन्तविधिः. अतः तत्र अनुवृत्तिः किं भवति येन विधिस्तदन्तस्य इत्यस्य तदन्तविधिः, तत्र तु अन्तविधिः इति एव अनुवृत्तिः आगच्छति इति वा? अतः केवलम् अन्तविधिः अत्र धातुविषये तत्तु जृ इति धातोः विषये. हा अन्तविधिः इति उक्तत्वात् अतः रोः इत्यनेन येषां अस्मिन् सूत्रे कयोः विशेषणविशेषभावः अस्मिन् सूत्रे इत्युक्ते हलिच इत्यस्मिन् वा? हलिच इति सूत्रे येन विधिस्तदन्तस्य इति सूत्रस्य कार्यार्थं तत्र कयोः पदयोः चिन्तनम् अन्तस्य एव अनुवृत्तिसहितसूत्रे. इदानीं येन विधिस्तदन्तस्य इति सूत्रं परिभाषासूत्रमस्ति, तर्हि अत्र अनुवृत्तिसहितसूत्रमस्ति. हलि च रुवोः धातोः उपादायाः इकः दीर्घः इति अस्ति. तर्हि अत्र अनुवृत्तिसहितसूत्रे कयोः पदयोः विशेषणविशेष्यभावः यस्य कृते वयं येन विधिस्तदन्तस्य इत्यस्य चिन्तनं कुर्मः. हा अस्तु, हलि च रुवोः धातोः उपादायाः इकः दीर्घः, तत्र व्रोः धातोः इति विशेषविशेषणं भवति इति अस्ति. व्रोः धातोः इति विशेषणविशेषभावः अस्ति. तर्हि तत्र विशेषणविशेषभावः अस्ति चेत् किं भवति तत्र? तदा एव परिभाषासूत्रं येन विधिस्तदन्तस्य इत्यस्य साहाय्यम् अपेक्षितम्. परिभाषासूत्रं नास्ति चेत् किं भवति तत्र? व्रोः धातोः इत्युक्ते तत्र रोः धातोः इत्यस्य स्थाने धातोः इति अपि भवितुम् अर्हति, न केवलं रोः धातोः इति वा? इत्युक्ते तत्र धातुः एव साक्षात् रेपः एव धातुः, वकारः एव धातुः इति तस्य ग्रहणं भवति. केवलं रेपः इति धातुः, केवलं वकारः इति धातुः तस्य ग्रहणं भवति, तादृशधातुः वस्तुतः नास्ति एव, तर्हि सूत्रस्य कार्यमेव न भवति वा इति चेत् तदर्थं तत्र येन विधिस्तदन्तस्य इति सूत्रस्य आवश्यकता अस्ति. तादृशधातुः यस्य अन्ते रेपः अथवा वकारः इति अर्थः स्वीकार्यः, न तु केवलं रेपः केवलं वकारः इति तादृश अर्थः अत्र न स्वीक्रियते. किमर्थम्? किमर्थं चेत् तत्र अनिष्टकार्यं भवति. वकार इति वा इति धातोः अथवा अस्ति चेत् अथवा रेपः एव इति धातुः अस्ति चेत् तत्र कार्यं भवति इति, न तु तत्र तत्र न तत्र अस्य सूत्रस्य कार्यं भवति वा न वा? केवलं रेपः केवलं वकारः अस्ति चेत् अस्य सूत्रस्य कार्यं भवति वा? नास्ति चेत् केवलं इदानीं रेपः एकः एव वर्णः अस्ति धातौ, अनन्तरं हल् वर्णः अस्ति, तदानीं सूत्रस्य कार्यं भवति वा हलीचैत्यस्य? न भवति, यतोहि उपधः कुत्र गतः खलु. सत्यं, तर्हि उपधा इत्यपि उक्तं खलु सूत्रे, उपधायाः एकः दीर्घः उक्तं, कार्यं तु तदेव अस्ति तत्र. अतः एकः एव वर्णः अस्ति चेत् अस्य सूत्रस्य कार्यं न भवति, अत्र सूत्रे एव सूत्रविधानसामर्थ्यात् उपधायाः इति उक्तत्वात् अत्र येन विधिस्तदन्तस्य इति सूत्रेण केवलं यस्य अन्ते रेपः वकारः अस्ति तस्यैव ग्रहणम् इति वयं स्वीकुर्मः, न तु धातुः साक्षात् रेपः वकारः अस्ति तस्य ग्रहणं न क्रियते अत्र, यतोहि सूत्रे एव उक्तम् उपधायाः इति उक्तत्वात् तर्हि उपधा अपि तत्र अपेक्षिता अस्ति. तत्र धातौ उपधा अपि उपधायामपि कश्चन वर्णः भवेत्, इक् वर्णः भवेत्, तर्हि तादृशधातोः एव ग्रहणम्. अतः येन विधिस्तदन्तस्य इत्यनेन तादृशधातुः यस्य अन्ते रेपः अथवा वकारः अस्ति तस्य एव ग्रहणं, न तु केवलं रेपः अथवा केवलं वकारः इत्यस्य. अत्र आवश्यकं वा भगिनि येन विधिस्तदन्तस्य? ईकारः नास्ति चेत् सूत्रस्य कार्यमेव नास्ति खलु. इदानीं तत्र सूत्रम् आवश्यकं वा इति प्रश्ने सति, तत्र विशेषविशेषभावः अस्ति खलु, तस्य उपरि धातोः केवलं दीर्घऋकारः नास्ति, यस्य अन्ते दीर्घऋकारः अस्ति तस्य ग्रहणम् इत्यत्र सूत्रस्य आवश्यकता भवति. परन्तु अत्र तु सूत्रमेव वदति खलु, व्रोर् उपधायाः दीर्घ इकः स्थाने कार्यम् इति. न, सत्यं सत्यं, तत्तु सत्यं, परन्तु रुवोः धातोः इति तत्र विशेषणविशेषे भावः अस्ति खलु. सामान्यव्यवहारे विशेषणविशेषे भावः अस्ति चेत् तस्य कः अर्थः? धातोः अन्ते भवति अथवा स्वस्य अपि भवति? न, सामान्यव्यवहारे रुवोः धातोः इत्यस्य कः अर्थः? विशेषणविशेष्यभावः अस्ति, अतः धातोः अन्ते रुवोः भवति. अन्ते इति नास्ति, सामान्यव्यवहारे सुन्दरः बालकः इति वदामः चेत् कः अर्थः? धातु एव अभेदसम्बन्धः अस्ति खलु. तर्हि रोः धातोः इति वदति चेत् धातुः एव रेपः, धातुः एव वकारः इति तादृश अर्थः आयाति चेत् सूत्रस्य अर्थः न सङ्गच्छते, अन्वयः न शक्यते. सामान्य उपधायाः इत्यपि अस्ति खलु, तर्हि उपधायाः इति भवतु, उपधायाः इति भवतु, परन्तु सामान्यज्ञानं स्वीकृत्य, इत्युक्ते व्याकरणे पारिभाषिकपदानि सन्ति, यत्र विशेष अर्थः कथं भवति इति निर्णेतुं पारिभाषिकपदानि सन्ति. यत्र पारिभाषिकपदानां ग्रहणं नास्ति तत्र सामान्यव्यवहारे कथम् अर्थः अस्ति तादृश अर्थः एव स्वीकार्यः. अत्र यदि येन विधिसदन्तस्य इति सूत्रं न स्वीकुर्मः तर्हि सामान्य अर्थः कः? रोः धातोः इति वयं स्वीकुर्मः, तर्हि रोः धातोः इत्यस्य कः अर्थः? तादृशधातुः यः रेपः अथवा वकारः, तावदेव तत्र. तर्हि इदानीम् उपधायः इति अपि उक्तं खलु, तर्हि न सङ्गच्छते खलु, सामान्य अर्थं स्वीकृत्य न सङ्गच्छते खलु. तदानीं वयं किं कुर्मः? अर्थस्य अन्वयार्थं येन विधिस्तदन्तस्य इति सूत्रम् आनीय वयं वदामः न, अत्र धातुः केवलं रेपः अथवा वकारः इति तादृशधातोः ग्रहणं नास्ति, यतोहि सूत्रे एव उपादायाः इति उक्तत्वात्, तर्हि तत्र इदानीम् अर्थः कथं भवति इति चेत्, तत्र तादृशधातुः यस्य अन्ते रेपः अथवा वकारः अस्ति तदानीम् उपादायां कश्चन ईक्वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति इति वयम् अन्वयं कुर्मः. तर्हि तत्र परिभाषासूत्रं नास्ति चेत् अस्मिन् प्रसङ्गे अन्वयः सम्यक्तया न भवति. भवती वदति उपादायाः इति अस्ति खलु इति चेत् आम् सत्यम् अस्ति, तथापि रोः धातोः इत्यत्र विशेषणविशेषभावः अस्ति खलु, तस्य तत्र समर्थनं कथं भवति? सूत्रे धातोः इति तु अनुवर्तते खलु, धातोः अनुवर्तते, आम् अनुवर्तते, सिपि धातो रूर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अस्ति. यद्यपि भवती अवगच्छति तत्र उपादायः इति उक्तमस्ति अतः अवगच्छामि इति चेत् अवगच्छति चेदपि स्पष्टीकरणार्थं, यतोहि रोः धातोः इत्यत्र विशेषणविशेषभावः अस्ति, तस्य सामान्यलोके अतः कः इति चेत् धातोः अतुः एव रेपः अथवा वकारः. न श्रूयते, कुहा न स्यात्. न श्रूयते भगिनि, भगिनी नास्ति. कुत्र पर्यन्तं श्रुतं? हलिचर्गोः भव धातोः अन्तिमवाक्यं पुनः एकवारं वदामि. इत्युक्ते अत्र परिभाषासूत्रस्य अवकाशः कुत्र भवति इत्येव अहं वदन्ती आसम्. यत्र अनियमः अस्ति, यत्र साक्षात् सूत्रे वयं दृष्ट्वा वयं ज्ञातुं न शक्नुमः, अनियमः यत्र अस्ति तत्र परिभाषासूत्रस्य आवश्यकता. तर्हि रोः धातोः इति यदा वदामः तत्र अनियमः अस्ति वा नास्ति वा? विजयलक्ष्मी भगिनी, भगिनी इक् उपधायाः रोः धातोः इति भवति खलु, इक् उपधाः न, उपधायाः इकः, उपधायाः इकः रोः धातोः, रोः धातोः उपधायाः इकः इति वक्तुं शक्यते, अथवा उपधायाः इकः तत्रापि रोः धातोः इति एव मुख्य धातोः एव मुख्यविशेष्यम्. ओके, रोः स्थाने रोः भवति उपधा, धातोः उपधा अनयोः कः सम्बन्धः? न, धातो इक् उपधायाः न, धातोः उपधायाः इक् अनन्तरं रोः द्वौ अपि निमित्ते. न, इदानीं धातुः अपि च उपधानयोः कः सम्बन्धः? धातु अपि च उपधा, उपधा धातोः उपधा अवयव अवयवी सम्बन्धः, अवयव अवयवी एव तत्र सम्बन्धः, अवयव अवयवी सम्बन्धः, अतः तत्र तु विशेषणविशेषभावः नास्ति. इदानीं विशेषणविशेषभावः कयोः अस्ति? रोः धातोः. कयोः विशेषणविशेष्य? रोः धातोः इत्यत्र एव विशेषणविशेषभावः अस्ति. तर्हि इदानीं परिभाषा किमपि नास्ति चेत् कः अर्थः आयाति तत्र? केवलं रोः इति अर्थः आयाति. हा, इति सामान्य अर्थः एव आयाति, यतोहि विशेष अर्थः नास्ति. सामान्य अर्थः आयाति, सामान्य अर्थेन अत्र अवगमनं न भवति. केवलं रेपः दातुः, केवलं वकारः दातुः इति वदामः चेत् सूत्रस्य कार्यमेव न भवति. अतः तत्र कथम् अन्वयः इति चेत् परिभाषासूत्रम् आनीय वयं वदामः, तादृशधातुः यस्य अन्ते रेपः अथवा वकारः. अत्र तादृशधातुः यः साक्षात् रेपः साक्षात् वकारः इति स्वीकर्तुं न शक्यते, यतोहि सूत्रे एव उपादायाः इति उक्तं, यतोहि कार्यं तु उपादायां भवति. अतः धातौ उपादा अपि भवेत्, तदर्थं वयं किं कुर्मः इति चेत् येन विधिस्तदन्तस्य इत्यस्य किञ्चित् परिष्कारं कृत्य तत्र वयं किं कुर्मः इति चेत् तत्र केवलं यस्य धातोः अन्ते रेपः अथवा वकारः अस्ति तादृशधातोः ग्रहणम् इति वयं वदामः. हलिच अनन्तरं वोर् उपधायाः दीर्घ इकः इति सूत्रद्वयस्य आवश्यकता अपि किञ्चित् क्लिष्टकरम् आसीत्. गतसप्ताहे वयं चर्चां कृतवन्तः, परन्तु सम्यक् किमपि न. कुत्र क्लेशः वदतु? हलि च अनन्तरं वोर् उपधायाः दीर्घ इकः. हलि च इति तत्र हलि च इत्यस्य विभक्तिः का? सप्तमी विभक्ति. सप्तमी विभक्ति इत्यनेन वयं ज्ञातुं शक्नुमः तत्र परसप्तमी हलि परे इति अर्थः अस्ति खलु? सत्यम्. तस्मात् पूर्वं कार्यं भवति, तस्मात् पूर्वं कार्यं भवति, परन्तु तस्मात् साक्षात् पूर्वं कार्यं भवितुं न अर्हति, यतोहि सूत्रे एव उपादायाः इति उक्तत्वात्. तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन परसप्तमी अस्ति चेत् तस्मात् साक्षात् पूर्वमेव कार्यं भवति सामान्यतया. एवं चेत् साक्षात् पूर्वमेव कार्यं भवेत् चेत् हलिच इति सूत्रं तत्र व्यर्थं भवति, यतोहि तस्य साक्षात् पूर्वं कार्यं न एव न विहितम्. अत्र कार्यं तु उपादायाम् अस्ति, अतः उपादायामेव कार्यं भवति. अतः हलि इति परसप्तमी, तस्मात् पूर्वं किम् अस्ति इति चेत् रेपान्त कारान्तधातुः अस्ति. तादृशधातौ उपादायां कश्चन वर्णः अस्ति. कीदृशवर्णः? इक् वर्णः अस्ति. उपादायाः इकः, इकः इक् वर्णः अस्ति, तस्य दीर्घत्वं भवति इति उक्तं. तर्हि हलि च इति सूत्रे एव अस्ति, हलि अपि च इति सूत्रे एव अस्ति. अनन्तरं सिपि धातो रूर्वा इत्यस्मात् सूत्रात् तत्र धातोः इत्यस्य अनुवृत्तिः अस्ति. रोरिप उपादाया दीर्घः इकः इत्यस्मात् सूत्रात् सम्पूर्णतया अनुवृत्तिः अस्ति, अतः एव रुवोः इति पदम् अत्र अस्ति. अनन्तरम् उपादायाः इत्यपि अस्ति, इकः ईर्कः इत्यपि अस्ति. तर्हि रुवोः इति पदस्य अन्वयः केन सह इति चेत् धातोः इति पदेन सह. रुवोः धातोः, रुवोः धातोः अनयोः विशेषणविशेष्यभावः. तर्हि धातोः उपादा इति यदा वदामः तत्र अवयव अवयवी भावः. धातोः, धातोः कश्चन अवयवः अस्ति उपदा. कीदृश उपदा, कीदृशी उपदा इति चेत् तत्र इगन्त उपदा, उपदायाम् इक् वर्णः भवेत्, तादृश इक् वर्णस्य दीर्घादेशः इति उक्तम्. अत्र हलीच इत्यनेन चकारग्रहणेन अत्रापि दीर्घत्वं भवति. पूर्वस्मिन् सूत्रे रोरुपदाया दीर्घः इकः इत्यत्र दीर्घत्वम् उक्तम्, तादृशदीर्घत्वम् अत्रापि भवति चकारग्रहणेन इति वयम् अवगन्तुं शक्नुमः. इदानीं कुत्र क्लेशः अस्ति वदतु? पूर्वसूत्रस्य कार्यं, कार्यस्य उदाहरणानि पश्यन्तु. तत्र गीर् योगः भ्याम् इति अस्ति, गिर् योगः भ्याम्, गीर् भ्याम्. तत्रापि हलि परे अस्ति, रेफान्तः धातु. तत्र पूर्वसूत्रम् इत्युक्ते रुवोरुपदायाः दीर्घः इति सूत्रं वा? आम् आम्. अस्तु वदतु. तत्र गृ इति धातु, तस्य गिर् इति भवति. अनन्तरं स्वादिश्वसर्वनामस्थाने इति तस्य पदसंज्ञा भवति, गिर् योगः भ्याम्. तत्र भ इति हल् अस्ति, रेफान्त धातु अस्ति, गीर् इति भवति, को भेदः? न तत्र बकारः निमित्तं नास्ति इति एव भेदः. गीर् गीर्भ्याम् इत्यत्र भ्याम् इत्यत्र बकारः निमित्तं नास्ति. रोरुपदायाः दीर्घः इकः इति सूत्रस्य कार्यार्थं तत्र रेपान्तबकारान्तधातुः पदमपि अपेक्षितं. गिर् इति अस्ति चेत् पर्याप्तं कार्यार्थं, भ्याम् इति न अपेक्षितमेव. गिर् इत्यत्र किमर्थं तत्र भ्याम् इति स्थापितम् इति चेत् केवलं प्रदर्शनार्थं तत्र गिर् इत्यस्य पदसंज्ञा भवति इति प्रदर्शनार्थम्. अङ्गस्य पदसंज्ञा भवति, गिर् इत्यस्य पदसंज्ञा भवति इति कृत्वा तत्र भ्याम् इति आवश्यकम्. इदानीं गिर् इति पदम् अस्ति, धातुः अपि अस्ति, धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, रेपान्तः अपि अस्ति इति कृत्वा उपदायाः इकः दीर्घः भवति. हलि इति न आवश्यकं तत्र. एवम् अवगतं वा? अवगतं, परन्तु एतत् कार्यं हलि च इति सूत्रेणापि भवितुमर्हति इति मम भासते. एतत् कार्यं हलि च इत्यनेन भवितुम् अर्हति इति भासते वा? तर्हि हलि च इत्यनेन अपि भवितुम् अर्हति इति वदति खलु, तर्हि रोरुपदायाः दीर्घः इति सूत्रस्य आवश्यकता एव नास्ति इति वदति वा? एतद् आवश्यकं चेत् तद् न आवश्यकं, तद् आवश्यकं चेत् एतद् न आवश्यकम् इति न, परन्तु पश्यतु, एकम् एकं पदम् एकमेव इत्युक्ते सुबन्तप्रक्रिया इति मास्तु. रोरुपदायाः दीर्घः इति सूत्रं प्रायेण सुबन्तप्रक्रियायामेव भवति प्रायेण, परन्तु हलि च इत्यस्मिन् भगिनी धातोः इत्यस्य अधिकारः अस्ति, अतः धातोः कृते एव इदमपि तथैव रोरुपदायः दीर्घः इकः इत्यपि धातोः कृते एव पूर्वसूत्रम् एतत्तु धातोः अधिकारे एव अस्ति. आमां पूर्वसूत्रमस्ति इत्युक्ते भवती किं वक्तुम् इच्छति इति चेत् गीर्भ्याम् इत्यत्र हलि च इति सूत्रेण एव भवितुं दीर्घत्वं भवितुम् अर्हति, रो रूपदाय दीर्घः इति सूत्रमेव मास्तु इति वदति खलु. इत्युक्ते इदानीं केवलम् एकं पदम् अस्ति, रेपान्तम् अस्ति इति चिन्तयतु. रेपान्तं पदमस्ति इति चिन्तयतु. तर्हि रेपान्तपदे तत्र धातुसंज्ञा अपि अस्ति, रेपान्तमपि अस्ति इत्युक्ते तिङन्तप्रक्रियायाम् अहं वदन्ती अस्मि. तिङन्तप्रक्रियायां तादृशधातुः अस्ति यस्यान्ते रेपः अस्ति, अपि च तत्र पदसंज्ञा अपि अस्ति, तदानीं तत्र हलिच इत्यस्य कार्यं नास्ति खलु तत्र. किमर्थं हल्वर्णः परः नास्ति, इदानीं पदसंज्ञा अस्ति, अनन्तरं हल्वर्णः नास्ति, इदानीं पदस्य अन्तिमवर्णः रेपः. अपि च भगिनी तत् हलीच इति अपदान्ते एव अपदान्ते कार्यं कर्तुं शक्नोति किल? हलीच इति अपदान्ते कार्यं कर्तुं शक्नोति, ततः एवम् अहं वदन्ति अस्मि. द्वयोः भेदः भिन्नः, द्वयोः निमित्तं भिन्नम्. आम् आम् इत्युक्ते हलीपरे इत्युक्ते तत्र सुबन्तप्रक्रियायां लङ्लकारे तादृशधातुं वयं स्वीकुर्मः. रेपान्तः भवति प्रक्रियायां, रेपान्तः भवति, अनन्तरं तत्र सु तत्र स इति प्रत्ययस्य लोपः भवति इति चिन्तयतु, अथवा प्रथमपुरुषे एकवचने त इति प्रत्ययस्य लोपः भवति. हल्याभ्यो दीर्घसुतिस्य प्रत्तं हल् इति सूत्रेण त प्रत्ययस्य लोपः. तर्हि तत्र यथा तत्र अपठत् इत्यत्र तत्र तकारः श्रूयते, कुत्रचित् तत्र हलन्तः अस्ति चेत् धातुः तत्र त प्रत्ययस्य लोपः भवति. इदानीं धातुः रेपान्तः अपि अस्ति इति चिन्तयतु. तादृशरेपान्तः धातुः इदानीं पदमपि अस्ति, उपदायम् इक्वर्णः अपि अस्ति इति चिन्तयतु. तर्हि इदानीं पर अनन्तरं हल् वर्णः नास्ति, तर्हि तादृशसन्दर्भे रोरुपदायः दीर्घः इकः इत्यनेन दीर्घत्वं भवितुमर्हति खलु. इदानीं गिर्भ्याम् इत्यत्र गिर्भ्याम् इत्यत्र रोरुपदायः दीर्घः इत्यनेन दीर्घत्वम् अनन्तरं दीर्घ्यां केवलं गिर् इति पदान्ते अस्ति चेत् तस्य गीर् इति भवति वा गिर् केवलं गिर् इति पदान्ते अस्ति चेत् गीर् इति भवति एव प्रथमविभक्तौ एकवचने हा तत्र प्रथमविभक्तौ एकवचने इति वयं स्वीकुर्मः गिर्योगः सु तत्र किं भवति गिर्योगः सु तत्र अनुबन्धानां लोपानन्तरम् अप्रिक्त सर्वं मास्तु अनुबन्धानां लोपं सर्वत्र भवति एव तत् सर्वं मास्तु इदानीं गिर्योगः सु इत्यत्र किम् अस्ति इति वदतु अत्र सकारस्य हल् ज्ञाभ्यो दीर्घ चुतिश्च प्रिक्तं हल् इति लोपः भवति लोपः भवति खलु तर्हि इदानीं गिर् इति किम् अस्ति गिर् इति पदम् अस्ति पदमस्ति धातुः अपि अस्ति खलु आम् धातु अवयवः धातुः अपि अस्ति धातुः अस्ति पदान्ते रेपः अपि अस्ति धातुः अपि अस्ति इक् वर्णः अपि अस्ति अत्र हली च कार्यं करोति वा अत्र उपधायाः दीर्घः इति अन्यं सूत्रमपि अस्ति खलु भगिनि न न इदानीं सूत्रद्वयं स्वीकरोतु अन्यत् सूत्रम् अनन्तरम् आनयतु इदानीं सूत्रद्वयम् अस्ति अस्माकं पुरतः रोरुपदायाः दीर्घः हली च इति सूत्रमस्ति सकारस्य प्रथमविभक्तेः सर्वनामस्थानसम्यक् अस्ति खलु प्रत्ययस्य तेन किम् तेन भिन्नसूत्रेण गीर् इति भवति न किं भिन्न किं किमस्ति सूत्रं भिन्नसूत्रं किमपि नास्ति अस्ति गीर्योगः दीर्घः भवति खलु न भवति उपधा दीर्घः भवति केन सूत्रेण अनेन सूत्रेण रोरुपदायाः दीर्घः इकः इति सूत्रेण दीर्घत्वं भवति गीर् गीः इति रूपं भिन्नसूत्रं किमपि नास्ति प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति खलु अनेन किम् तर्हि पदं भवति हली च कार्यं करोति इति वक्तुमिच्छति वा तथा नास्ति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सर्वत्र प्रत्ययलोपे प्रत्ययलक्षणं न भवति यत्र प्रत्ययं केवलं प्रत्ययम् आश्रित्य प्रत्ययं निमित्तीकृत्य यत्र कार्यं भवति तत्रैव प्रत्ययलोपे प्रत्ययलक्षणम् अत्र हली च इति सूत्रं तु प्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य अवसरः एव नास्ति तत्र अतः हली च इत्यस्य कार्यं भवितुमेव न अर्हति तत्र केवलं रोरुपदाय दीर्घः इकः इति एव भवितुम् अर्हति प्रत्ययलोपे प्रत्ययलक्षणम् इति सामान्य अवगमनम् अस्ति सर्वेषाम् ओ यत्र कुत्रापि प्रत्ययलोपे सत्यपि प्रत्ययलक्षणं भवति इति तत्र तथा नास्ति सामान्य अर्थः विशेष अर्थः कः इति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं तत्रैव भवति यस्मिन् सूत्रे केवलं प्रत्ययं निमित्तीकृत्य किमपि कार्यं भवति हलि च इति सूत्रं तथा नास्ति हल् प्रत्ययम् आश्रित्य किमपि कार्यम् इति न उक्तं तत्र केवलं हल् वर्णम् आश्रित्य किमपि कार्यम् इति उक्तम् अतः तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकर्तुं न शक्यते अस्तु इदानीम् अस्माकं प्रकृतविषयं प्रति आगच्छामः अस्तु तर्हि तत्र रोरुपदायः दीर्घः इत्यस्य आवश्यकता अस्ति एव यथा तत्र गिर्योगः सु इति एकम् उदाहरणम् एवं रीत्या अन्यानि अपि उदाहरणानि सन्ति तत्र हलीच इत्यस्य कार्यं तत्र न भवितुम् अर्हति केवलं पदान्ते धातोः इति अस्ति चेत् तदर्थं हलीच इति सूत्रस्य आवश्यकता अस्ति अत्र हलीच इति सूत्रस्य अर्थावगमने क्लेशः अस्ति वा अस्ति चेत् वदन्तु नो चेत् अग्रे गच्छामः समयः अतीतः अस्तु इदानीं तत्र किम् अत्र हलीचसूत्रस्य अर्थं किं पुनः वदतु हलीचसूत्रे ससूत्रस्य अर्थः तु अवगच्छामः इति कुत्र क्लेशः अस्ति इदानीमपि क्लेशः अस्ति वा किञ्चित् कन्विन्स् न अभवत् अभवं कुत्र कन्विन्स् न अभवत् इति वदतु अहम् एकवारं पठामि अनन्तरं कक्षासमयः व्यर्थः जायते. अहं अग्रिमसप्ताहे पृच्छतु किमपि प्रश्नः, तत्र कोऽपि प्रश्नः अस्ति चेत् अग्रिमसप्ताहे पृच्छतु, नो चेत् ईमेल् द्वारा मम तत्र सूचयतु, अहमपि दृष्ट्वा वदामि अत्र किमपि अन्यत् किमपि अस्ति वा इति. परन्तु इदानीं यावत् स्मरामि वदामि, अत्र रोरुपदाया दीर्घः इत्यस्मिन् विषये मयापि बहु चिन्तितम् आसीत् पूर्वं. तत्र सत्तस्य सूत्रस्य आवश्यकता अस्ति एव इति तु मया निर्णीतम् आसीत्, यथा तत्र घीः इति एकम् उदाहरणमस्ति. घीः इत्यत्र भवती वदति अन्यत् किमपि सूत्रम् अस्ति इति, तत् किम् इति प्रतिपादयति चेत् तत्र लाभाय भवति. अग्रिमसप्ताहे प्रतिपादयतु रोरुपदायः दीर्घः इकः इति कार्यं न करोति चेत् अन्येन केन सूत्रेण कार्यं भवितुम् अर्हति इति प्रतिपादयतु. अस्तु, इदानीम् अस्माकम् उदाहरणे तत्र सुबन्तप्रक्रियायाः विषये बहु किमपि अत्र उक्तं, तत्सर्वम् इदानीं नावगच्छति चेत् चिन्ता मास्तु. अस्तु, अत्र हलीज इति सूत्रस्य अर्थः अवगतः वा सर्वैः? तर्हि इदानीम् अरविन्द महोदय तत्र जृयोगः श्यन् इत्यत्र प्रतिपादयतु, प्रक्रिया कथं भवति इति एकवारम्. अस्ति वा अरविन्द महोदय? जृयोगः श्यन् तत्र षट्सित् अस्ति कृत्वा दीर्घऋकारस्य रेफस्य तत्र उरण्ड्रप्रस्य सूत्रस्य सहायतेन जिर् इति भवति. जिर्योगः या जिर्या इति अस्ति, तत्र जिर्या इति ह्रस्व इकारस्य दीर्घत्वं भवति. कुत्र हलीच इति सूत्रेण, हलीचसूत्रं वदति, हलीच रेफवकारान्तस्य धातोः उपतया इक् वर्णस्य दीर्घं भवति इति कृत्वा जीर्य इति दीर्घं भवति. दीर्या योगः ति जीव्यति इति अन्तिमरूपं लटि भवति. समीचीनम्. इदानीं तत्र उमा भगिनी वदतु, जुरु इति अस्ति खलु महाप्राणझकारः, जुरु योगः श्यन्. अस्तु वा भगिनि? अस्तु, वंशी भगिनी वदतु तर्हि. आं भगिनि, जृयोगः शन् तत्र लोपानन्तरं जृयोगः या इति अवशिष्यते. जृयक्तिस्मिन् तत्र ऋत् इति धातोः इति सूत्रेण तत्र इकारः आदेशः भवति, तस्मात् अनन्तरं पुरण्डपरः इत्यनेन रेपः परः भवति, तत्र झिर् इति भवति, झिर्योगः या इति भवति. तत्र रेपान्तधातुः भवति, तस्मात् कारणात् रेपान्तपरे तत्र हल् वर्णः परे अस्ति, यकार य इति हल् वर्णः अस्ति, तस्मात् कारणात् तत्र हलीच इति सूत्रेण उपधायां यत्र इकारः अस्ति तत्र झिर् इत्यस्मिन् उपधायाम् इति इकारः अस्ति, तस्य दीर्घत्वं भूत्वा झीर् इति भवति, अतः तत्र जीर्यति इति अङ्गम् अन्तिमाङ्गं भवति भगिनि. समीचीनं. तर्हि तत्र वंशीभगिनी वदतु, ऋत धातोः इति सूत्रेण इर् इति आदेशः यदा भवति उरण्ड्रपरः इति सर्वं कृत्वा तदानीं जिर् इत्यत्र हलीच इत्यस्य निमित्तानि कथं पूरितानि इति प्रतिपादयतु. अस्तु, तत्र झिर् योगः य इत्यस्मिन् प्रथमं तु रेपान्तधातुः अस्ति, अत्र रेपान्तधातु इति अस्ति, तत्र परे हल् वर्णः अस्ति, य इति हल् वर्णः अस्ति, अपि च उपधायाम् इक् वर्णः अस्ति, सर्वं त्रीणि निमित्तानि सन्ति न तत्र, ते सर्वे पूरितानि किल? सत्यं, रेप् न सत्यं, तत्र रेपान्तः अस्ति, तत्र अन्यत् किमपि अपेक्षितं? रेपान्तः इति एकः, अन्यत् धातुः भवेत्, रेपान्तधातुः भवेत्, उपधातुः अस्ति वा इदानीं? धातुः अस्ति वा? जृ इति धातुः अस्ति न, धातुसंज्ञा कदापि न त्यजति किल तत्र? जृ इति धातुः अस्ति तस्य इदानीं ऋतधातोः इत्यनेन इर् इति यदा भवति तदानीमपि धातुसंज्ञा अस्ति वा धातुसंज्ञा भवति एव न तत्र त्यज न त्यजति न धातुसंज्ञा तु अस्ति एव इदानीं परिवर्तितं खलु रूपं परिवर्तितं खलु परिवर्तितं शुनकस्य पुच्छम् इव अतः यद्यपि तत्र रूपं परिवर्तितमस्ति तथापि धातुत्वं न त्यजति तत्र धातुत्वं न जहाति इति एकदेशविकृतस्य अनन्यत्वात् समीचीनेन तत्र एकदेशे परिवर्तनं जायते चेदपि तत्र मूलबीजं तथापि तत्रैव तिष्ठति इति कृत्वा तत्र इदानीमपि धातुत्वं जीर् इत्यत्रापि धातुत्वम् अस्ति य इति तत्र हल्वर्णः अस्ति इति कृत्वा तत्र दीर्घत्वं भवति खलु समीचीनं तर्हि इदानीम् अग्रे गच्छेम इतः अग्रे तत्र अरुणभगिनी पठति वा आं भगिनि वकारान्तानाम् एकः दीर्घत्वं भगिनि भगिनि क्षम्यतां भगिनि गते सप्ताहे ऋतै धातुः इति यथा पठामः तत्र ऋतः इत्यस्य तकारस्य विषये कश्चित् तद् उक्तं खलु मया अन्तवर्गस्य अन्ते भवती अवगच्छति इति अस्तु अस्तु अरुणभगिनि अग्रे वकारान्तानां एकः दीर्घत्वम् अत्र चत्वारः धातवः सन्ति दिवादिगणे चत्वारः वकारान्तदातवः सन्ति शिवुं स्त्रिवुं स्त्युवुं दिगुं क्रीडा अर्थः क्रीडा विजिगिषा व्यवहार द्युति स्तुति मोदन मोदमदस्वप्न कान्तिगतिषु स्वीकरोति क्रीडति इच्छति जेतुमिच्छति निद्राति गच्छति तेजस्वी भवति प्रशंसा करोति प्रश्न भवति व्यवहारं करोति दीर्घदाति अर्थः कोऽपि अस्ति भगिनि दिवुं क्रीडा विजिगिषा दीर्धातोः एव अर्थः अस्ति शिवो तन्तु यतोहि अत्र दिव्धातुः बहु विशिष्टः अस्ति दिव्धातुः बहु विशिष्टः धातुः अस्ति तस्य कृते एव बहूनि सूत्राणि सन्ति अष्टाध्याय्यां दिव्धातोः कृते एव बहूनि सूत्राणि सन्ति कारकप्रकरणे अपि सूत्राणि सन्ति दिवः कर्म च दिवस्तदर्थस्य अपि च दिवादिभ्यः श्यन् इत्यत्रापि दिव् इति धातुः एव उल्लेखः अस्ति दिव उत् दिवो जल इति बहूनि बहूनि सूत्राणि सन्ति अतः दिव्धातोः अर्थाः बहु विशिष्टाः सन्ति प्रायः तत्र द्यूतव्यवहारे क्रीडायाम् इति एव तस्य तस्य कार्यं भवति परन्तु पश्यामः चेत् तस्य अन्ये अपि अर्थाः सन्ति स्वीकरोति क्रीडति इच्छति जेतुम् इच्छति निद्राति गच्छति तेजस्वी भवति प्रशंसा करोति इति बहवः अर्थाः सन्ति तत्र शिवदातु तन्तुसन्ताने सेवनं करोति रोपयति स्त्रिवुं गतिशेषणयो शोषणयोः गच्छति शुष्कः भवति स्त्रिवु अर्थः दत्तं हलिच इति सूत्रेण तस्य उपादायां स्थितः एकवर्णः दीर्घो भवति हलिपरे शन् इति विकरणप्रत्ययः हलादियकारादि अस्ति च अपि च अतः सूत्रस्य प्रसक्तिः अस्ति यदि शन् फित् अभविष्यत् तर्हि पुगन्तलभन्तस्य जनेन उपादायां लघु इकः गुण अभविष्यत् गुणकार्यभावे गुणकार्यभावे हलि च आगत्य कार्यं करोति वयं पठितवन्तः पूर्वमपि च हलि च इति सूत्रेण धातोः अन्ते वकारः यकारः अस्ति रेफा अस्ति चेत् उपधायां इक् वर्णः अस्ति चेत् दीर्घो भवति हल् वर्णः परे अत्र दिवुम् अत्र दिव् धातु वकारः अस्ति उपधायाम् इकारः अस्ति ततः हलिचायतसूत्रेण दीर्घं भवति उगन्तलघुपदस्य इति सूत्रं न कार्यं करोति किमस्ति चेत् शन् इति अपित् अस्ति कित् अस्ति किन्निति च इति सूत्रेण गुणनिषेधः भवति केवलं हलिच एव कार्यं करोति देवयोगः शन् हलिच इत्यनेन वकार ददातोः हलिपरे उपादाय एकवर्णः दीर्घ दीवयोगाय दीव्य इति अङ्गं दीव्यते इति शिव हा एकक्षणं भगिनि धन्यवादः बहु समीचीनं तर्हि तत्र दिव् धातोः शन् इति अस्ति चेत् अत्र हलीच इत्यनेन वकारान्तधातोः उदाहरणम् अस्ति वकारान्तधातुः अस्ति चेदपि उपधायाः इकः दीर्घः भवति हलिपरे अतः अत्र एतेषु सर्वेषु उदाहरणेषु वकारान्तधातुः इति कृत्वा उपधायाः इकः दीर्घः भवति अस्तु लक्ष्मीभगिनी अग्रे पठति वा आं भगिनि हलीच हलीच इत्यनेन यः सर्वम् अभवत् सिव्योगः श्यन् द्वितीयम् उदाहरणं सिव्योगः श्यन् हा सिव्योगः श्यन् इत्यत्र हलीच इक् वर्णः दीर्घः सीव्योगय सीव्य सीव्या योगति सीव्यति इति रूपं शिवु इति धातुः तन्तुसन्ताने सीवनं करोति इति अर्थः अनुबन्धलोपानन्तरं सिव् इति तिष्ठति सिव् योग शन् इत्यत्र सिव् इति वकारान्तधातुः अस्ति शन् इति प्रत्ययः परे अस्ति तत्र या इति अवशिष्यते या इति हलादिः अस्ति सिव् इत्यत्र उपधायाम् इक् वर्णः अपि अस्ति तेन हलीच इति सूत्रम् आयाति अत्र अनेन सूत्रेण इक् वर्णस्य दीर्घः भवति अतः सिव् इति धातोः सीव् इति रूपं भवति सीव् योगया सीव्या इति अङ्गं सीव्या योगति सीव्यति इति धातु रूपं निष्पद्यते अग्रे ततः परं स्त्रिव् इति अस्ति स्त्रिव् गति शोषणयोः इति अर्थः शुष्कः भवति इति अर्थः भवति स्त्रिव् योगशन् इत्यत्रापि वकारान्तधातुः अस्ति परे हलादिप्रत्ययः अस्ति उपधायाम् इक् वर्णः अस्ति तेन कारणेन हलिच इति सूत्रम् आगच्छति स्त्रिव्योगशन् इत्यत्र स्त्रीव् इति भवति अनेन सूत्रेण स्त्रीव् योगया स्त्रीव्या स्त्रीव्या योगति स्त्रीव्यति इति अन्तिमरूपम् ष्टिव् योगश्यन् इत्यत्रापि समानकार्यं भवति वकारान्तधातुः उपधायां ह्रस्वैकारः परे हलादिप्रत्ययः हलिच इति सूत्रमायाति तेन इकः वस्तुतः यद्यपि हलीच इति सूत्रस्य अवसरः अस्ति परन्तु तस्मात् पूर्वम् अन्यत् सूत्रमस्ति तिबुक्लमु च मां क्षिति सत्यं हा तेनापि दीर्घः भवति किन्तु भ्वादिगणे भवति स्टिव् इत्यस्य परन्तु तत्र श्रीवुक्लमां क्षिति श्रीवुक्लमां श्रीवुक्लमु च मां क्षिति इति सूत्रे तु भ्वादिगणः दिवादिगणः इति न उक्तं खलु स्टिव् धातुः इति उक्तम् सत्यम् अतः क्षितिपरे श्यन् अपि षित् अस्ति इति कृत्वा क्षितिपरे अनेनैव भवति यतोहि हलिच इति परसूत्रमस्ति असिद्धम् अस्ति अस्तु इत्यनेन क्षिति इत्यनेन दीर्घः इकः दीर्घः ष्टीव् इति भवति अतः अत्र सूत्रद्वयं स्त्रीवो वा कुत्र उपरि स्त्रीवो इति अस्ति अधः स्रिव् इति अस्ति अनुबन्धलोपानन्तरं स्रिव् इति अवशिष्यते सकारः अनुबन्धः वा स्त्रिव् इति एव अस्ति खलु भगिनि न शिवु इति भिन्नः अस्ति शिवु इत्यत्र शकारस्य धात्वादेः शः सः इति सूत्रेण सकारादेशः शिवु तस्य अनन्तरं पश्यतु स्रिवु त इति अस्ति तत्र तत्कनदोषः वा कुत्र तत्र स्री स्री स्री इति स्यात् सकारः तर्हि टङ्कनदोषः टङ्कनदोषः परिवर्त्य परिवर्त्य अस्तु सकारः नास्ति वा तत्र भवति खलु स्त्रिव् इति स्त्रीव्यति इति एव खलु इदानीं पश्यामि तत्र एकक्षणं सकारः रेपः स्रिवु इति अस्ति तकारः नास्ति तर्हि इदानीं अत्र स्टिव् इत्यत्र इदानीं खाली च इति न कार्यं करोति यतोहि एतत्तु त्रिपाद्याम् अस्ति स्टिवु क्लमो चमांशिति इत्यनेन एव कार्यं भवति इति वदति वा भगिनि आं खाली च इति असिद्धमस्ति असिद्धत्वात् अस्मात् पूर्वमिदं सूत्रमस्ति खलु सत्यं सप्तमाध्याय खली च प्रभाज्य स्टिवु क्लमु चमा इति यदि सूत्रं कार्यं करोति इति अर्थः वा भगिनि प्रबाद्य इति न वदामः सूत्रमेव असिद्धम् अस्ति द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति हलिच इति सूत्रं साक्षात् असिद्धम् अस्ति शास्त्रासिद्धम् इति कृत्वा स्टिवुक्लमु क्षमांशिति इति सूत्रेण दीर्घत्वम् अस्तु द्वादिगणे भवतु द्विवादिगणे भवतु द्वयोः अपि दीर्घत्वम् अनेन सूत्रेण सत्यं यतोहि शिति परे इति उक्तत्वात् अस्तु सूर्यकुमारी भगिनी अग्रे भगिनि शुब्धातु शुब्धातु स्टिवु श्वास स्थितीनां शिक्तीनां सत्त्वप्रतिषेधे वक्तव्यः इति वार्तिकं धात्वादेः सह सः इत्यस्य निषेधकं नामधातूनां स्टिव् श्वश्क अनयोः धात्वोः च सकारस्य स्थाने सकारादेशो न भवति षोडीयते नामधातुः षण्डीयते नामधातुः स्टीवति श्वश्कते रूपाणि सन्ति सूत्रमस्ति शुब्धातु वार्तिकं क्षम्यतां वार्तिकमस्ति सुबन्तधातु धातुः स्टिवु श्वश्क तीनां सत्त्वप्रतिशो प्रतिषेधो वक्तव्यं सारांशः धात्वादेः सहसः अस्य अपवादसूत्रं निषेधकम् अस्ति इदं निषेधकम् अस्ति श्वः सः न भवति सुबन्तधातु विषये नामधातु नामधातुः द्वौ अस्ति नामधातु नाम किम् अस्ति नामधातु नाम सुबन्त तस्य कः अर्थः सुबन्तधातुः इत्यस्य कः अर्थः प्रातिपदिकं भवति न धातु अस्ति धातु धातु धातु उपयुज्य सुबन्तं भवति न रिवर्स् पुनः धातुत्वं प्रातिपदिकम् अस्ति इदानीं धातु भवति कथं भवति तथा सन्नन्तप्रत्ययः केचन सन्नन्तप्रत्ययः खलु न सम्यक् ऐ मीन् तावदेव जानामि के इति न जानामि इत्युक्ते तत्र सनादिप्रत्ययाः ये सनादिप्रत्ययाः सन्ति ते प्रत्ययाः धातुभ्यः अपि विधीयन्ते, प्रातिपदिकात् अपि विधीयन्ते. यत्र ते प्रातिपदिकात् विधीयन्ते तदानीं तत्र नूतनधातुः निष्पद्यते. सनाद्यन्ता धातवः इति सूत्रेण नूतनधातुः निष्पद्यते. ते धातवः एव नामधातवः इति वदामः, यतोहि मूले ते प्रातिपदिकानि आसन्. अतः तादृशनामधातवः ये प्रातिपदिकात् निष्पन्नाः, अनन्तरं स्तिव् अनन्तरं श्वश्क् इति धातुद्वयम्, एतेषां सर्वेषां धात्वादेशः सः इति सूत्रेण सकारादेशः न भवति इति अत्र वार्तिकस्य अर्थः अस्ति. अतः एव स्तिव् इति यः धातुः उपरि प्रदर्शितः अस्ति तत्र शकारस्य सकारादेशः न जातः, अतः एव स्तीव्यति इति रूपमस्ति, न तु किं स्तीव्यति इति नास्ति. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे गच्छेमः. पमेला भगिनी अग्रे. आं भगिनि, मिदेर्गुणः गुणः एकधातुः, निमिदां स्नेहने स्निग्धः भवति, टु मेल्ट् डिसाल्व्, आदिर्निटुडवः, उपदेशे जनुनासिक इत् तस्य लोपः, इत्येभिः अनुबन्धलोपे मित् इति धातुः. तत्र एकधातुतः गुणः सम्भवति. तद्धातुः अस्ति निमिदाम् इति उपदेशधातुः अस्ति. स्नेहने इत्यस्मिन् अर्थे तत्र अनुबन्धालोपानन्तरं मिद् इति धातुः सिद्ध्यति. मिदेर्गुणः मिद् धातोः गुणः भवति शिति प्रत्यये परे. मिदेः षष्ट्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रं. ष्यन् प्रत्ययस्य अपित्वात् निति च इत्यनेन गुणनिषेधः, किन्तु मितेर्गुणः तस्य अपवादभूतसूत्रम्, अनेन गुणः भवति. ष्टिवु क्लमुं च मां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः. इको गुणवृत्ति इत्यनेन परिभाषासूत्रेण इकः आयाति यत्र स्थानी नोक्तम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मिदेः अङ्गस्य इकः गुणशिति. अत्र दिवादिगणे एकस्मिन् धातौ गुणः सम्भवति. गुण मिदेर्गुण इति सूत्रेण भवति इति उच्यते. मिदेर्गुण किं वदति इति युक्ते, यदि मिदेधातोः शिति परे अस्ति चेत् तत्र उपदाय नरुमुनु वेर् इट् इस् आल् डन्. सूर्यकुमारी भगिनी कृपया म्यूट् करोतु भगिनि. दिस् इस् आल् डन्. सूर्यकुमारी भगिनी म्यूट् करोतु. क्षम्यतां भगिनि, कृपया म्यूट् मध्ये भवतु. मिदे धातुत गुणः सम्भवति, यतोहि शिति प्रहे प्रत्ययपरे. वयं तु जानीमः शित् प्रत्ययपरे निति च इत्यनेन निषेधः अस्ति, किन्तु अत्र मिदेर्गुण इत्यनेन अपवादत्वेन कार्यं करोति. अस्मिन् सूत्रे ष्टिवु क्लुमां च मां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अस्ति. अपि च तत्र यत्र स्थानेन उक्तं तत्र इकः स्थाने गुणः भवति. तर्हि अनुवृत्तिसहितसूत्रमस्ति मिदेः अङ्गस्य इकः गुणः शिति. तर्हि मिदेः इत्यत्र इकः अङ्गस्य गुणः भवति शित् प्रत्यये परे. तत्र मित्योगशन् अनुबन्धानां लोपानन्तरं मित्योगय्य अधुना मिदेर्गुण अपवादित्वेन कार्यं कृत्वा ईकारस्य गुणः भूत्वा एकार भवति. मेद् योगये मेद्य इति अङ्गं मेद्ययोगति मेद्यति इति निष्पन्नम्. यदि मिदेर्गुणः इति सूत्रं नास्ति चेत् अत्र किं भवति रूपं? तत् मिदति इति भवति भगिनि, मिद्यति भवति, मिद्यति इति भवेत्. यतोहि तत्र पुगन्तलघुपदस्य च इति सूत्रस्य निषेधः भवति किनिति च इति सूत्रेण, यतोहि शेन् प्रत्ययः अपित् अस्ति खलु, अपित्वात् गुणः न सिद्ध्यति, परन्तु अत्रापि गुणः इष्यते इति कृत्वा विशिष्टसूत्रं कृतमस्ति मिदेर्गुणः इति सूत्रं. केवलम् अस्य धातोः कृते एव गुणः भवति क्षितिपरे इति उक्तम्. अतः मिदेः अङ्गस्य इकः गुणः क्षिति इति उक्तम्. कोऽपि प्रश्नः अस्ति वा अत्र? सूत्रं सरलमेव भगिनी. क्षितिपरे एव मिति च आयाति इति तु नास्ति खलु, अपि भवति चेत् एव. न, सार्वधातुकप्रक्रियायाम् अहं वदन्ती अस्मि. अर्धधातुकप्रक्रियायां क्षित् नास्ति तत्र, तत्र तु गुणनिषेधः एव भवति. यतोहि कित् प्रत्ययः अस्ति चेत् गुणनिषेधः एव भवति, तत्र तु मिदेर्गुणः इत्यस्य अवसरः नास्ति. सार्वधातुकप्रक्रियायां षित् प्रत्ययः भवन्ति, तत्र क्षितिपरे मिद् धातोः गुणः भवति. इत्युक्ते अत्र दिवादिगणे भवतु अथवा शतृप्रत्ययान्तः भवतु अथवा चानच् प्रत्ययान्तः भवतु, तत्र शतृप्रत्ययः यतोहि धातुः परस्मैपदी अतः शतृप्रत्ययान्तः तत्रापि गुणः भवति. आर्धधातुकप्रक्रियायाम् अस्य सूत्रस्य अवसरः नास्ति, यतोहि शिति परे इति उक्तत्वात्. अस्तु अस्तु अस्तु, तर्हि इदानीम् अग्रे तत्र विनय महोदय पठति वा? आं भगिनि. ज्ञाज नौ हजा धात्वादेशः एकः धातुः. धातवदेशः एकः धातुः जरणि प्रादुर्भावे उत्पन्न भवति, सञ्जातः भवति. ज्ञाज नौ हजाः ज्ञा त्र्यादिगण, जन् दिवादिगण, चेत् चेत् अनयोः जा आदेशः भवति क्षितिप्रत्ययपरे. आदेश अनेकाल अत् अनेकालश्चित् सर्वस्य इत्यनेन आदेश सर्वस्थानिनः स्थाने भवति, न तु अन्तवर्णस्य. ज्ञायचः जनचः तयोतर इतरद्वन्द्वः याजनौ तयोः याजनोः याजनोः षष्ठ्यन्तं जा लुप्तप्रथमान्तं पदं द्विपदम् इदं सूत्रम्. स्थिः क्लमुचमामश्चिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अस्ति, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य जा इति. अथ क्रियादिगणे ज्ञाधातु मूलता अस्ति. ज्ञास्थाने जा धातु भवति. दिवादिगणे मूलतः धातु जन् अस्ति, जन्स्थाने जा भवति. तर्हि जा क्रियादिगणे जा योगश्ना, जन दिवादिगणे जा योगश्यन्. तदनन्तरं षित् प्रत्ययः आयाति, अतः परस्मै वा आत्मने अहं न जानामि, परन्तु तदनन्तरं पदं भवति. तत्र प्रसिद्धरूपमस्ति खलु जायते, जायते जायते जायते अस्ति, आत्मनेपदि जानाति. तर्हि तत्र ज्ञाजनोर्जा इत्यस्ति, ज्ञाजनोः धात्वोः अङ्गस्य जा इति आदेशः. जा इति आदेशः कुत्र भवति आदेशः? सर्वस्य स्थाने भवति, अनेका क्षमतां कुत्र अर्थात् अनेकांशित् सर्वस्य आधारेण सम्पूर्ण स्थाने अस्तु. इदानीं शुभदा अग्रिमम् अनेकांशित् सर्वस्य इति सूत्रं पठति वा? आं भगिनि, अनेकांशित् सर्वस्य प्रथमे अध्याये प्रथमपादे पञ्चपञ्चाशत्तमं सूत्रम्, आदेशः अनेकाल्, आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः, अथवा शित् चेत् सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य, यस्य स्थाने आदेशः आदिष्टः सः स्थानी. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः, न एकः अनेकः नयतत्पुरुषः, अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः, शकारः इत् यस्य सः शित् बहुव्रीहिः, अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः, अनेकाल् प्रथमान्तं शित् प्रथमान्तं सर्वस्य षष्ट्यन्तं, त्रिपदमिदं सूत्रं, स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् अनेकाल्शित् सर्वस्य स्थाने. इदं सूत्रं पुनः परिभाषासूत्रम् अस्ति, यत्र आदेशः यदा आदेशः एकः एव वर्णः, परन्तु अनेके वर्णाः सन्ति, आदेशे अनेके वर्णाः तस्य संयोजनम् अस्ति, तेषां संयोजनम् अस्ति, अथवा शित् अस्ति, यत्र आदेशे शकारस्य इत्संज्ञा अस्ति, तादृशः यदा आदेशः अस्ति चेत् सः आदेशः सर्वस्थानिनः भवति, पूर्णस्य स्थानिनः स्थाने सः आदेशः भवति, न तु केवलम् अन्त्यवर्णस्य स्थाने. अतः अलोन्त्यस्य इति इदं सूत्रं वदति अन्त्यस्य स्थाने आदेशः भवतु इति, परन्तु अनेकाल् सः आदेशः यदि अनेकाल् अस्ति चेत् सर्वादेशः भवति, सर्वस्य स्थानिनः स्थाने आदेशः भवति, न तु स्थानिनः अन्त्यस्य अलः वर्णस्य स्थाने. तत्र न एकः अनेकः इति नयतत्पुरुषसमासः, सर्वे समासाः दत्ताः सन्ति, अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः, शकारः इत्यस्य सः शित् बहुव्रीहिः, अनेकाल् च शित् च इति अनेकाल्शित् समाहारद्वन्द्वः इति तत्र समासाः सन्ति एतस्मिन् सूत्रे. अपि च अनेकाल् इति प्रथमान्तमस्ति, अनेकाल् इति आदेशः इत्यस्य विशेषणमिति वक्तुं शक्यते. अपि च शित् इति अपि प्रथमान्तं, शित् अपि आदेशः, अनेकाल् अपि शित् शित् उभयोः उभय वर्णद्वयं क्षम्यतां शब्दद्वयमपि आदेशः इत्यस्य विशेषणं विशेषणे स्तः. सर्वस्य इति षष्ट्यन्तं, सर्वस्य इत्युक्ते सर्वस्थानिनः स्थाने, सर्वादेशः इति अर्थे. एतादृशम् इदं सूत्रं त्रिपदं सूत्रमस्ति, स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः भवति, अनेकाल्शित् सर्वस्य स्थाने, अत्र स्थाने इति स्थानिनः इति अर्थे, सर्वस्य स्थानिनः अयम् आदेशः भवति, यतोहि सः आदेशः अनेकाल् अस्ति चेत् अथवा षित् अस्ति चेत् इति सूत्रस्य अर्थः. बहु समीचीनम्. इदं सूत्रं नूतनं नास्ति, पूर्वमपि पठितमासीत्. इदानीं राजी भगिनी अन्तिमं पठति वा? आं भगिनी पठामि. एकनिमिषं. जन् धातुः आत्मनेपदी. जन् धातुः आत्मनेपदी. जनि अनुबन्धलोपे जन्, जन् योगः श्यन्, तत्र यकारः एव अवतिष्ठति. ज्ञा जनोर्जा इत्यनेन शिति परे जा आदेशः भवति. जा योगः य, जाय इति अङ्गं, जाय योगः ते, जायते. ओके, जनि इति धातुः अस्ति, तत्र ईकारान्तः अनुबन्धलोपः भवति. तदनन्तरं जन् एव अवशिष्यति. जन् दिवादिगणस्य प्रत्ययः श्यन् भवति. शकार शकारनकारलोपानन्तरं य एव अवशिष्यते. जन् योगः य, तत्र जन् जन् स्थाने पूर्व जा इति आदेशः भवति. ज्ञा जनोर्जा इति सूत्रेण पूर्णसम्पूर्ण जन् इति धातोः स्थाने जा इति आदेशः भवति. ततः जायोगः य, जायोगः य, जाय इति अङ्गं भवति. जायोग अङ्गस्य ते इति वयं स्वीकुर्मः चेत् जायते इति जायते इति भवति. आत्मेपदिरूपम्, आत्मेपदिरूपमस्ति इति अङ्गे जायते इति धातुः न वर्ब् भवति. यदि तत्र अनेकाचित् सर्वस्य इति सूत्रं नास्ति चेत् तर्हि किं भवति? अनेकसर्वस्य सूत्रं नास्ति चेत् जनयति इति भवति, जनयते इति भवति. अन्तिम अन्तिम तत्र अनेकस्य सर्वस्य इति सूत्रं नास्ति चेत् षित् परे पूर्णस्थाने जा इति आदेशः न भवति. कुत्र भवति तर्हि आदेशः? आदेशः अन्त्य नकारस्य एव आदेशः भवति. तर्हि रूपं किं भवति? जन जनयोगः जनयति इति भवति. जायते नकारस्य स्थाने जायति. आं भगिनि. ओ जन् अस्ति. क्षम्यतां. जायते इति स्यात् खलु? आं भगिनि इति अस्ति. भगिनि एतद् क्षितिपरे एव कार्यं करोति वा? किं ज्ञा जनोर्जा? यतोहि इति परे तत्र कर्मणि प्रयोगे तु जन्यते इति नकारः श्रूयते. क्षितिपरे इति उक्तं खलु अत्र सूत्रे. अस्तु, जन्यते जायते इति तत्र कर्मणि प्रयोगे रूपद्वयमस्ति. तत्र भिन्नसूत्रमस्ति येन विकल्पेन जादेशः भवति. तत्र जायते जन्यते इति रूपद्वयम्. एवं वा? ओ तत्तु जायते इत्यपि अस्ति वा? जायते जन्यते इति अस्ति. जायते इति तु प्रसिद्धरूपमस्ति खलु. जायते इति कर्मणि प्रयोगे अपि अस्ति. जन्यते इति भगिनि मिदेर्गुणः इत्यस्मिन् मिदि इति धातुनिर्देशः अस्ति वा? इक्ष्टिप इत्यनेन तस्य षष्ठ्यन्तं मिदेः इति भवति वा? हा, बहु समीचीनं. तथैव मिदिः इति अस्ति. सत्यं, मिदि इति इकानिर्दिष्टः. अस्तु, धन्यवादः. केवलं निद् धातोः कृते एव वा? आम्, निद् धातोः कृते एव. न तु मित् इति तत्र आगमः अपि अस्ति खलु? धातुनिर्देशः कृतः खलु, अतः आगमस्य विषये किमर्थं चिन्तनं? तदेव. पूर्वं मित् इति किम् इति न सम्यक् अवगतवती, परन्तु धातु इति अस्ति तद् धातोः निर्देशः कृतः, अतः धातोः एव ग्रहणं. तत्र केवलं मित् धातोः कृते अयं सूत्रं वा? इदं सूत्रम्. इदं सूत्रम्. समीचीनं विशिष्टमस्ति सूत्रम्, एकस्य कृते अपि एकं सूत्रं कृतं, यतोहि गुणः आवश्यकः खलु इति कृत्वा नेत्यति सत्यम्। अस्तु तर्हि अत्र स्थगयामः, समयः अतीतः, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः।